नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति स्थानिवद्भावः इति. तत्र किञ्चित् पुनस्मरणं कुर्मः. अत्र विजयलक्ष्मी भगिनी वदति वा सारांशरूपेण स्थानिवद्भावः इत्यस्य विषये किम् अधीतम् एतवत्? नमस्कारः भगिनी, उषा अस्मि. नमस्कारः भगिनी. सारांशरूपेण भगिनी भवती स्थानिवत् आदेशो अनल् विधौ इति सूत्रमस्ति. सूत्रे भागद्वयं स्तः स्थानिवत् भागद्वयम् अस्ति. भागद्वयम् अस्ति. कश्चन प्रत्ययः वा अङ्गं वा किमपि भवतु, तस्य स्थाने यदि कश्चन आदेशः भवति तस्य आदेशस्य गुणः स्थानिवत् भवति इति सूत्रं वदति. परन्तु तत्र निषेधकः एकः अंशः अपि अस्ति. यदि आदेशस्य आगमनानन्तरं कश्चन सूत्रं स्थानिनी पूर्व रूपम् आश्रित्य यदि अल् विधि कश्चन सूत्रे भवति, तस्य अल् आश्रितस्य कार्यस्य किं न भवति, न प्रवर्तते, तत्तत् कार्यं न प्रवर्तते. यतोहि सूत्रं वदति अनल् विधौ इति. अतः गुणधर्मः आश्रित्य कार्यं भवति, परन्तु अल् आश्रित्य कार्यं यदि किमपि स्थानिनी भवति तत्तु आदेशस्य न भवति इति सूत्रस्य अर्थः. सूत्रस्य अल् विधि इति समासः अस्ति. तत् कीदृशः समासः इति प्रश्ने सति तत्र इट् केन् बि अण्डर्स्टुड्. तत् कथं वक्तव्यं भगिनी? अलाविधिः, अलाविधिः इति तृतीयतत्पुरुषः, अलः विधिः इति पञ्चमी तत्पुरुषः, पुनः अलः विधिः इति षष्टि तत्पुरुषः, अलिविधिः इति सप्तमी तत्पुरुष इति चत्वारः अर्थाः सम्भवन्ति. तत्र अलाविधि इति कदा उपयुज्यते इति चेत् कार्यं पूर्वम् अपि न भवति, परमपि न भवति, स्थानिनि अपि न भवति, परन्तु भवति, तस्य द्वारा भवति, कुत्रापि भवति, परन्तु पूर्वं परम् अथवा स्थानिनि न भवति, तदा अलाविधि इति अर्थः स्वीक्रियते. यदि स्थानिनि परे कार्यं भवति तदा पञ्चमी तत्पुरुषः इति स्वीक्रियते, अलः विधि इति. स्थानिनि एव यदा कार्यं भवति तदा षष्ठीतत्पुरुषः अलः विधि इति अर्थः स्वीक्रियते, अपि च अलिविधि इति सप्तमी तत्पुरुषः कदा स्वीक्रियते, पूर्वकार्यं यदा भवति तदा स्वीक्रियते सप्तमी तत्पुरुषः इति अर्थः. एतेषां इण्टर्प्रिटेशन्स् सर्वं दृष्ट्वा उदाहरणानि अपि दृष्टवन्तः. तावदेव भगिनी, इतोपि अधिकं सम्यक् सम्यक् सामर्थ्यं नास्ति. न न सम्यक् भवत्याः सामर्थ्यं तु अस्ति एव. सम्यक् सम्यक् सम्यक् समीचीनं. तर्हि अत्र किञ्चित् पश्यामः. भगिनी उक्तवती एव स्थानिवत् आदेशो अनल् विधौ इति सूत्रमस्ति. सामान्यतया आदेशः स्थानिवत् भवति. सामान्यतया आदेशः स्थानिवत् भवति नाम स्थानिनि ये गुणधर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति. स्थानि अङ्गम् अस्ति चेत् आदेशः अपि अङ्गम्. स्थानि धातुः चेत् आदेशः अपि धातुः. स्थानि पदं चेत् आदेशः अपि पदम्. स्थानि प्रत्ययः चेत् आदेशः अपि प्रत्ययः. यः कोऽपि प्रत्ययः भवतु, कृत् तद्धित तिङ् सुप् यः कोऽपि प्रत्ययः भवतु, स्थानि तादृशप्रत्ययः चेत् आदेशः अपि प्रत्ययः भवति इति सामान्यनियमः. सर्वत्र आदेशः स्थानिवत् भवति. परन्तु यदा तत्र स्थानिनः स्थाने यदा आदेशः जातः तत्पश्चात् कश्चन विधिः आयाति. तदानीं वयं किं कुर्मः इति चेत् अत्र विधेः विषये एव चिन्तनं कुर्मः. तस्य निमित्तानि कानि इति वयं पश्यामः. यदि तस्मिन् विधिसूत्रे तत्र अल्वर्णं निमित्तीकृत्य कार्यम् अस्ति चेत् अपि च तादृश अल्वर्णः स्थानिनि अस्ति परन्तु आदेशे नास्ति तदानीं तादृश अल्वर्णस्य आदेशे अध्यारोपः न शक्यते. न शक्यते इति कृत्वा स्थानिवद्भावः न भवति. स्थानिवद्भावः न भवति चेत् तत्र विधिसूत्रस्य कार्यं न भवति. विधिसूत्रस्य कार्यं निषिद्धं भवति इति कृत्वा अनल् विधिः इति अत्र उक्तमस्ति. इत्युक्ते तत्र प्रथमकाले स्थानी अस्ति. स्थानिवद्भावस्य स्पष्टतया अवगमनार्थं कालत्रयम् अस्माभिः कल्प्यते. प्रथमकाले अथवा प्रथमसोपाने स्थानी अस्ति. द्वितीयसोपाने स्थानिनः स्थाने आदेशः जायते केनचित् सूत्रेण. अनन्तरं तृतीयकाले कश्चन विधिसूत्रम् अस्ति, किञ्चित् विधिसूत्रम् अस्ति, तस्य निमित्तेषु अल्वर्णः अस्ति, तादृश अल्वर्णः स्थानिनि अस्ति परन्तु आदेशे नास्ति. तर्हि सः तद्विधिसूत्रम् अल्विधिः अस्ति इति कृत्वा तस्य कार्यं न जायते. तर्हि स्थानिवत् आदेशो अनल्विधौ इति सूत्रे अनल्विधिः इत्यत्र न अल्विधिः अनल्विधिः. अल्विधिः इत्यस्य चतुर्भिः प्रकारैः निग्रहवाक्यं कर्तुं शक्यते. चतुर्भिः प्रकारैः विग्रहवाक्यं वक्तुं शक्यते. अत्र यथा भगिनी उक्तवती, तृतीया तत्पुरुषसमासः अलाविधिः, पञ्चमी तत्पुरुषसमासः अलः विधिः, षष्ठी तत्पुरुषसमासः अलः विधिः, सप्तमी तत्पुरुषसमासः अलिविधिः इति अस्ति. तर्हि अलाविधिः इत्युक्ते तत्तु पूर्वमपि नास्ति, स्थानिनः पूर्वमपि नास्ति, परमपि नास्ति, परन्तु किञ्चित् दूरे कुत्रचित् अस्ति, येन तत्र कार्यं जायते, तदेव अलाविधिः इति. अनन्तरम् अलः विधिः पञ्चमी तत्पुरुषः इत्युक्ते तत्र अल्वर्णस्य अनन्तरं कार्यं जायमानमस्ति, तद् अलः विधिः. अनन्तरं षष्ठी तत्पुरुषः अलः विधिः इत्युक्ते तदेव स्थानि, अल्वर्णः एव स्थानि. अनन्तरं सप्तमी तत्पुरुषः इत्युक्ते अल्वर्णात् पूर्वं कार्यं जायमानम् अस्ति. अस्य उदाहरणानि अपि अस्माभिः दृष्टानि. तत्र अलिविधि इत्यस्य उदाहरणमेव इदानीं गतवर्गे आरब्धमासीत्. तत्र इतोपि अन्तिमभागः अस्ति. तं भागं दृष्ट्वा अग्रे तत्र अभ्यासः, तत्र अभ्यासः जायते, किम् अवगतम् इति पश्यामः. तर्हि अलिविधिः इत्यत्र उदाहरणमस्ति क इष्टः इति. तत्र वंशी भगिनी वदति वा किमस्ति तत्र इति, एकवारं पठित्वा वदतु. अस्तु, नमस्कारः भगिनी. नमस्कारः. अलिविधिः सप्तमी तत्पुरुषः. अलि परे पूर्वस्य विधेः कर्तव्ये सति अल् स्थाने आदेशस्य स्थानिवद्भावः न भवति. क इष्टः इति उदाहरणमस्ति. यच् धातुतः तत्र इष्ट इति रूपं भवति. तत् त प्रतियोजनेन तत्र इष्ट इति रूपं भवति. यच् योगः त वचिस्वपि यजादीनाम् इति सूत्रेण इत्यनेन सम्प्रसारणं कृत्वा इकारस्य स्थाने यकारस्य स्थाने ई आदेशः भवति. ई योगः अ ज योगः त इत्यस्मात् तत्र पूर्वरूप एकादेशः भवति सम्प्रसारणाच्च इति सूत्रेण. अतः तत्र इज् योगः त जकारान्तधातुः अस्ति. अधुना तु वर्ष भ्रश सृज वृज यज राज भ्राज छशां शः इत्यनेन तत्र यज इति धातु अस्मिन् दले अस्ति. एकस्य दलस्य यज् धातुः अस्ति. अथ तेन कारणेन तत्र जकारस्य स्थाने इत्यनेन भ्रश भ्रश सृज मृज यज राज भ्राज चकारान्ताः षकारान्ताः तेषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति. अतः तत्र इज् स्थाने जकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति. अधुना तु भवति जलीपरि. अतः तत्र त इति त प्रत्ययस्य तत्र झल् वर्णः अस्ति. अतः झल् परे इष् योगः त इति रूपे अस्मिन् अस्यां स्थित्यां शृणाष्टुः इति सूत्रेण तत्र तकारस्य तकारः भवति. अतः इष्ट इति रूपं भवति. एतस्मात् पूर्वं किं योगः सु तत्र कथं तत्र क इति भवति इत्युक्ते किं योगः सु किमः कः इत्यनेन किं शब्दस्य विभक्तितृतीयपरे क आदेशः. अतः तत्र किं स्थाने तत्र क आदेशः भवति. सम्पूर्णकिम् इत्यस्मिन् स्थाने क आदेशः भवति. क योगः स इत्यस्मात् तत्र ससजिषो रुः इत्यनेन तत्र सकारस्य रुत्वं भवति. कर्योगः इष्ट. अधुना तु यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्य स्थानिवद्भावं कृत्वा हसि च इत्यनेन अलुप्त ह्रस्व अकारान्तपरस्य रुः सम्बन्धरेपस्य उकारादेशः हसि परे. अधुना तु यज् धातोः सम्प्रसारणम् अभवत्. तस्मात् अनन्तरं इकारस्य स्थाने तत्र यकारः स्थानिवद्भावः कृत्वा यदि हसि च इति सूत्रं कार्यं करोति. यतोहि तत्र हसि च इत्युक्ते हर्ष्वर्णः परे भवति. रेफः स्थाने उकारः आदेशः भवति इति सूत्रार्थः. तत्र कर्योगः इष्ट इत्यस्मिन् स्थित्यां तत्र क योगः यु योगः इष्ट इति हसि परे इति इकारस्य स्थाने यदि यकारः यकारादेशः भवति तस्मात् अनन्तरं उ इति आदेशः भवति इति भवति स्म. परन्तु हसि च इत्यस्य कथनेन अलिविधिः इति कारणतः इकाररूपादेशः यकारत्वस्य स्थानिवद्भावः न भवति. अधुना तु किमस्ति इत्युक्ते तत्र अलिविधिः अस्ति. तत्र तु यद्यपि तत्र यकारस्य सम्प्रसारणं भूत्वा इकारः जातः तथापि तत्र ते यकारः निमित्तमस्ति. हसि च इत्यस्य सूत्रस्य निमित्तमस्ति. परन्तु अधुना तु प्रथमं तु स्थाने अस्ति यकारः. यकारस्य स्थाने द्वितीयस्तरे तत्र आदेशः अभवत् सम्प्रसारणेन तत्र इकारः आगतः. तस्मात् अनन्तरं अलिविधिः इत्युक्ते तत्र अल् आश्रित्य विधिः यदा भवति इकारस्य स्थाने यः अल् वर्णः अस्ति तस्य निमित्तकारणेन यः कार्यं भवति तत् स्थानिवत् भावः न भवति. इत्युक्ते तत्र इकारस्य स्थाने यकारः कदापि न आगच्छति. इति कारणात् तत्र हसि च इत्यस्य सूत्रस्य प्रवृत्तिः एव न भवति. यतोहि इकारः एव भवति. तत्र यकारस्य धर्मः प्रत्यत्वं तु आगच्छति, धातुत्वं तु आगच्छति, परन्तु तत्र वर्णः तत्र स्थानिवद्भावेन न भवति. इति कारणेन कर्योगः इष्ट इत्यस्मात् तत्र भो भगो अगो अपूर्वस्य योषि इत्यनेन तत्र अकारोत्तरस्य रु शब्दस्य रेफस्य यकारादेशः अशि परे. तत्र अश्कारः अश्वर्णः अस्ति. तेन कारणेन रु स्थाने तत्र यकारादेशः भवति. कर्यो कै योगः इष्ट इति भवति. तदा तस्मात् अनन्तरं लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकार यकारयोः लोपः विकल्पेन भवति अशि परे, तत्र तु यकारस्य लोपः भवति यतोहि तत्र अपूर्वस्य यकारः पूर्वम् अकारः अस्ति, अपूर्वस्य पदान्तयोः वकारयकारयोः इत्यस्मात् तत्र यकारः पूर्वम् अकारः अस्ति, तस्मात् अनन्तरं यकारः य नो चेत् वकारः भवेत्, अशि परे भवति, द्वितीयं तु इकारः अश्वर्णः अस्ति, अतः तत्र लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः विकल्पेन भवति, अतः तत्र क इष्टः नो चेत् कैष्टः इति अन्तिमरूपं भवति. उत्तमं भगिनि, बहु समीचीनं. सर्वैः बुद्धं वा अत्र क्रमः कथमस्ति इति? शोभा भगिनी अवगतं वा? आं भगिनि अवगतम् इति मन्ये. एकवारं वदतु, अत्र सम्पूर्णतया नास्ति, अत्र कालत्रयं किम्, अनन्तरं कुत्र तत्र स्थानिकः आदेशः कः, अनन्तरं विधिसूत्रं किं, तद्विधिसूत्रं अल्विधिः अस्ति वा न वा इति. तर्हि तत्र आरम्भे यज् इति धातुः, तत्र यज् योगः त इति, तत्र यज् तदस्ति यज् इत्यस्य जकारः स्थानी भवति तत्र, इत्युक्ते इदानीं यज् इत्यस्य यकारः स्थानी भवति, इदानीम् अस्माकं स्थानी प्राप्तं, तदनन्तरं यत् अग्रिमसूत्रं भवति वचि स्वपि यजादिनाम् तत्र यकारः खलु, यकारः स्थानी हा. तदनन्तरं वचि स्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणं भवति, सम्प्रसारणकार्यं भवति. स्थानिनी इत्युक्ते यकारस्य इकारादेशः भवति, इदानीं स्थानी प्राप्तम्, आदेशः अपि प्राप्तं, तत्र स्थानी आसीत् प्रथमकाले, आदेशः द्वितीयकाले, इदानीं तृतीयकाले तु विधिसूत्रं भवति. केन सूत्रेण आदेशः द्वितीयकाले? द्वितीयकाले वचि स्वपि यजादीनां किति इति सूत्रेण आदेशः. सम्यक्, अग्रे. हा, इदानीं तृतीयकालं अवशिष्टं, तस्मात् पूर्वं तत्र बहु सूत्राणि आगन्तुम् अर्हन्ति, किन्तु तत्र यथा इदानीं किम् आसीत् इ आ ज योगः त इति, तत्र इज् योगः त इति प्राप्तम्, इत्युक्ते तत्र पूर्व रूप एकादेशः अभवत्, तत् इदानीम् इज्योगः ता, तत्र व्रश्च भ्रश्च सृज मृज यज राज भ्रज भ्रजच्छशां छः इति सूत्रम् आगत्य कार्यं करोति. तत्र इत्युक्ते तत्र एतेषां धातूनाम् अपि च चकारान्तषकारान्तानां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः झलि परे इति, तत्र इज् इत्यत्र जकारस्य स्थाने षकारादेशः इदानीम्, अतः विधिसूत्रं नास्ति, स्थानिनि न भवति. तदनन्तरं ष्टुनाष्टुः इत्यनेन इष्ट इति, तत्रापि इष् इत्यत्र ष्टुनाष्टुः इत्यनेन तकारस्य टकारः इष्ट इति रूपं सिद्ध्यति, तदपि स्थानिनि न अभवत्. तदनन्तरं किम् किमः कः इत्यनेन किं पदस्य कः इति आदेशः भवति, तत्र किं शब्दस्य विभक्तिप्रत्यये परे का आदेशः, का योगः सा इति स्थितिः इदानीं. तत्र सकारस्य इदानीं किं प्राप्तं, हा तत्र तु इष्ट इति पदं यज् धातुतः आगतं, किन्तु इदानीं तत्र का इति योजयामः, का योगः तत्र सुप्रत्ययस्य सा इति, ससजुषु रुः इत्यनेन ऋत्वं प्राप्नोति सकारः, कर् योगः इष्ट. अस्मिन् किं प्रसङ्गे तत्र यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थानिवद्भावं कृत्वा हषि च इति सूत्रं कार्यं कर्तुम् आगच्छति चेत् अप्लुतह्रस्व अकारात् परस्य रुसम्बद्धरेफस्य उकारादेशः हषि परे इति कार्यं कर्तुम् आगच्छति चेत् इदानीं तस्य कार्यम् इकारस्य स्थाने भवितुम् इच्छति. इकारः अस्माकं स्थानी आसीत्, अपि च तत्र इकारः स्थानी नास्ति, यकारः एव स्थानी, यकारः स्थानी, क्षम्यतां, यकारः स्थानी, यकारस्य स्थाने ई आदेशः अभवत्. तत्र हषि परे एतस्य सूत्रस्य कार्यं भवति वा, तत्र का योगः, तत्र उ इति आदेशः भवति वा इकारस्य इति चेत् न भवति, यतोहि तत्र अस्मिन् सूत्रे किं निमित्तं किम् इत्युक्ते अप्लुतह्रस्व अकारात् परस्य रुसम्बद्धरेपस्य इति निमित्तमस्ति. तत्र अप्लुतह्रस्व अकारात् परस्य इत्युक्ते तावदेव निमित्तं इतोपि अस्ति खलु निमित्तं तत्र, हा इतोपि अस्ति, तद् एकं निमित्तम् अस्ति. ह्रस्व अकारात् परस्य रु इति कर् इत्यस्य रकार रेफः, सम्बद्धरेफस्य उकारादेशः हषि परे, हश्वर्णः परम् अस्ति चेत् इति अस्ति. तत्र हश्वर्णं नास्ति एव, परवर्णः इ इति अस्ति तत्र, परन्तु हषि परे इत्यस्य कथनेन अलिविधि इत्युक्ते अलिविधि इत्युक्ते तत्र पूर्व किं सप्तम् इत्युक्ते पूर्वकार्यं परं निमित्तम् इति भवति. तेन इकाररूपादेशे यकारत्वं स्थानिवद्भावः भवति वा इत्युक्ते न भवति. तत्र इकाररूपादेशे यकारत्वं यकारत्वस्य स्थानिवद्भावः न भवति, यतोहि तत्र अल् विधिः, अल् वर्णम् आश्रित्य विधिः भवति. अतः यतोहि तत्र स्थानिवद्भावो अनल् विधौ इति सूत्रेण स्थानिवद्भावः न भवति. यत् यकारे आसीत् किन्तु इकारे नास्ति. यकारः हश्वर्णः, इकारः अच्वर्णः, अतः स्थानिवद्भावः न भवति तत्र, अतः तस्य कार्यं न भवति. तस्मात् परम् अन्यत् सूत्रं भो भगो अघो अपूर्वस्य योषि इति सूत्रं, तस्य निमित्तं किमस्ति, तस्य निमित्तम् इत्युक्ते भो भगो अघो अपूर्व अवर्णपूर्वस्य रुशब्दस्य इति निमित्तम् अस्ति अस्माकं कृते. रेफस्य यकारादेशः भवति अशि परे इति वदति. इदानीम् इकारः अश्वर्णः, अतः तत्र रेफस्य स्थाने उकाराद् किं तत्र यकारादेशः भवति. का य तदनन्तरं कै इति भवति, कै योगः इष्ट इति कै इष्ट इति रूपं. तत्र विकल्पेन लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः भवति. पुनः तत् विकल्पेन अशि परे इति तत्र यकारस्य लोपः भूत्वा एकं रूपं क इष्टः इति, नो चेत् कयिष्टः इति अन्यत् रूपं, रूपद्वयं सिद्ध्यति. बहु सम्यक् भगिनि, सम्यक् सम्यक्तया उक्तवती, सम्यक्, धन्यवादः. सम्यक्, सर्वैः बुद्धं वा? एकः प्रश्नः अस्ति भगिनी, क कथं भवति, क कथं भवति, किं स्थाने क इति आदेशः, किम् इत्यस्य स्थाने क आदेशः, स्पष्टता तु अहं जानामि, परन्तु यदि किम् अस्ति केवलं किं किं मोहलन्तु, तर्हि अत्र केवलं पृच्छामि, तत्र त्रि यचि भम् आधारेण भ संज्ञा अस्ति, यदि भ संज्ञा अस्ति तर्हि भ संज्ञा अस्ति, तस्य बहुसंज्ञा किं स्थाने एम एम क योगः एम एम जातः अर्थात् क हलन्त केवल अवशेषः यथा न न किम् इति प्रातिपदिकस्य स्थाने क इति आदेशः भवति किं योगः सु किं योगः सु इति स्थितौ किम् इत्यस्य स्थाने क इति आदेशः भवति किमर्थं यचिबम् इत्यस्य वदति अत्र जानामि परन्तु किञ्चित् पठित्वा अस्तु किम् अन्यविषयः परन्तु अत्रापि सम्बद्धः अस्ति यथा किं योगः दति दति इस् तद्धित् प्रत्ययः अस्ति तर्हि यचि भवं भस्य ते हसे किं टि भागः तर्हि अचुवन्त्यादिति आधारेण वयं पठित्वा अचुवन्त्यादिति सम्बन्धे तर्हि इम् निष्कासितः तर्हि क हलन्त प्रश्ने केवलं क हलन्तस्य सम्बन्धे अस्ति तर्हि क हलन्त अवशिष्यते तर्हि कोऽपि तद्धित् अपेक्षितः तर्हि एव क भवति क भवति तर्हि क पदं भवति अहं सम्यक् वदामि वा न किं तद्धित प्रक्रियायाः विषये वदन् अस्ति वा हा तद्धित प्रत्यय किं तत्र सम्पूर्णतया किम् अस्ति मया सम्यक्तया न श्रुतं पुनः वदतु तद्धितप्रत्यये किं योगः किम् उक्तवान् किम् अस्ति किम् अस्ति तर्हि यचि भव आधारेण कः प्रत्ययः कः प्रत्ययः किम् इति अनन्तरं कः प्रत्ययः यचिबम् इत्यस्य कार्यार्थं प्रत्ययः कः इति वक्तव्यं दति इति उक्तवान् खलु दति इति उक्तवान् न दति अन्यविषयः दति तु अन्यविषयः दति सम्बन्धे कति अस्ति कस्य सूत्रस्य विषये वदन् अस्ति इति मया न ज्ञातं मया न श्रुतं कस्य सूत्रस्य विषये वदन् अस्ति अहं केवलं वदामि यथा वयं क इष्टः वदितः तर्हि कः कुत्र आगच्छति कः शब्दः क क अर्थात् पद कथम् आगच्छति किमः कः इति सूत्रमस्ति खलु कः नास्ति कः कः कः अनन्तरं क क क इति आदेशः किं किं योगः सु इति प्रातिपदिकं किम् इति प्रातिपदिकमस्ति खलु किं योगः सु इति किम् इति प्रातिपदिकस्य स्थाने क इति आदेशः भवति तर्हि क योगः सु इति अस्ति क योगः सु न जानामि परन्तु किं क कथं भवति किमः कः किमः कः इति सूत्रमस्ति न यत्र यत्र अहं पठितवान् किं कः तत्र कुत्र एम जातः तर्हि निष्कासितः यचि भम् आधारेण भसंज्ञक भवति तर्हि एम निष्कासितः क हलन्त अवशिष्टः तर्हि क कोऽपि तद्धित प्रत्यापि यथा डति सम्बन्धे यथा कति भवति अत्रापि कोऽपि तद्धित आगच्छति तर्हि क सम्पूर्णं भवति तदनन्तरं कः भवति मया न बुद्धं तत्र किं वक्तुम् इष्टवान् इति अत्र किमर्थम् अन्यत् अधितप्रत्ययः तत्र आगन्तव्यः इति मया न बुद्धं किं योगः सु इति प्रसङ्गे तत्र किमः कः इत्यनेन साक्षात् किं स्थाने क इति सम्पूर्णतया अनेकाश्चित् सर्वस्य इत्यनेन क इति आयाति अनन्तरं क योगः सु कः इति आयाति तर्हि किमर्थं तद्धितप्रत्ययस्य विवक्षा तत्र महोदय सुप्रत्यये परे अत्र यचिबं न प्रवर्तते हा तदपि अस्ति तत् तदर्थमेव मया पृष्टं प्रत्ययः कः इति यचि यकारादिः अपि नास्ति अचि अपि नास्ति सुप्रत्ययः स्वादिष्व सर्वनामस्थाने इत्यनेन सर्वनामस्थानसंज्ञकः प्रत्ययः अतः यचिबम् इत्यस्य प्रसङ्गः एव नास्ति तत्र प्रसङ्गः तु अस्ति यदि अत्र अष्टाध्यायीभाष्य आधारेण अहं वदामि. अनन्तरं प्रेषयतु महोदय, अनन्तरं प्रेषयतु. कः प्रसङ्गः इति मया न ज्ञातः, अनन्तरं मह्यम् ई पत्रद्वारा प्रेषयतु प्रसङ्गः कः इति, अनन्तरम् अहं दृष्ट्वा अहं वदामि. इदानीं मया न बुद्धम्. न, अहं स्पष्टतया प्रेषयामि. समीचीनम्. अन्यविषयः अस्ति हशीचसम्बन्धे. हशीचसम्बन्धे कोऽपि अहम् अवगच्छामि, परन्तु प्रश्नः अपि नास्ति. यदि य हशीचः अन्तर्गस्ति अस्ति तर्हि य आधारेण यदि स्थानीवत् भवति, स्थानीवत् तु न भवति, य इकार स्थानीवत् नैव भवति, य इ केवल तिष्ठति, इतो तिष्ठति. यत् अत्र अन्यथा अल्विधिसिद्धान्तिकः, अर्थात् यदि वयं वदामः कार्यं भवति, कार्य अर्थात् अल्विधिसम्बन्धे अस्ति, तर्हि अर्थात् स्थानीवत् न भवति कार्य अस्ति. स्थानीवत् न भवति. प्रश्नः कः? तर्हि परन्तु अत्र हशि च अन्तर्गत य भूमिका कथं वयं वदामः, तर्हि हसि च यथा अल् शब्दः अस्ति, अल् वर्णः अस्ति, तर्हि कारणेन य स्थानीवत् ई स्थानीवत् य स्थानीवत् न भवति. अत्र प्रसङ्गः केवल फ्रम् हसि च केवल रुः उ भवति, अन्य कोऽपि हसि परे एव, हसि परे एव भवति. अत्र कयोगः इष्ट इति अस्ति, इकारः अस्ति, इकारः हश्वर्णः नास्ति, परन्तु स्थानिनि यः यकारः अस्ति सः यकारः तु हश्वर्णः अस्ति. अतः अत्र यकारत्वम् इकारे अध्यारोपयितुं शक्यते वा इति प्रश्ने सति न शक्यते, यतोहि यकारः अल्वर्णः, तादृश अल्व अल्दर्णस्य अध्यारोपः न शक्यते इति कृत्वा हसि च कार्यं न करोति. तावदेव. तर्हि एव हसि च महत्त्वम् अस्ति, अन्यथा नास्ति. कयुगः इष्ट इत्यत्र साक्षात् हसि च इत्यस्य प्रसङ्गः नास्ति, परन्तु स्थानिनि यकारत्वम् अस्ति इति कृत्वा हसि च इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्ने सति, यकारत्वम् इकारे अध्यारोपयितुं शक्यते वा इति चेत् न शक्यते इति कृत्वा हसि च इत्यस्य न भवति. धन्यवादः. अस्तु तर्हि भगिनी, अत्र किमः कः इति सूत्रेण किम् इत्यस्य स्थाने क इति आदेशः भवति, तत्र स्थानिवदादेशः न भवति वा? यतोहि किम् इत्यस्य मकारः हलन्त् भवति चेत् तत्र सुप्रत्ययस्य हल्ङ्याभ्यो इत्यनेन लोपः भवेत्. ओ अस्तु, तत्र सन्निपातलक्षणपरिभाषा भवति खलु, मेबि. इत्युक्ते किम् इति सम्पूर्णस्य स्थाने क इति आदेशः अभवत्. इदानीं कस्य स्थानिवद्भावं कर्तुमिच्छति, केवलं मकारस्य वा? न, किं योगः सु इति भवति चेत् तत्र किमः स्थाने क इति भवति. अधुना क योगः सु इति अभवत्. क इत्यस्मिन् किम् इत्यस्य हलन्तत्वम् अध्यारोप्यते चेत् स इत्यस्य लोपः भवेत् हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन. परन्तु सु इत्यस्य निमित्तेन एव किमः क अभवत्. अतः क इत्यस्य निमित्तेन पुनः सकारस्य लोपः न भवेत् इति सन्निपातलक्षणविधिः अत्र वर्तते खलु. इति अस्ति, इति अपि अस्ति. अत्र स्थानिवद्भावः अपि न शक्यते, न शक्यते, यतोहि मकारत्वं तु हल् हलन् इति अल् धर्मः अस्ति, अलाश्रुत्यधर्मः अस्ति इति कृत्वा सन्निपातलक्षणमित्यस्य चिन्तनमपि नावश्यकम्. अत्र साक्षात् मकारत्वम् अधिरूपयितुमेव न शक्यते, यतोहि अलाश्रितधर्मः अस्ति खलु. हलन्तत्वम् इति स्वीकृत्य न भवति वा? हलन्तत्वं तु अलाश्रितधर्मः एव खलु, हलन्तत्वम् अलाश्रितधर्मः, हलन्तत्वम् अत्र कः, मकारत्वमेव खलु. सत्यं, मकारत्वमेव अध्यारोपयितुम् इच्छति चेत् मकारत्वं तु अलाश्रितधर्मः, अतः न भवति. न भवति, अस्तु अस्तु भगिनि, अस्तु. तर्हि अत्र एतावता यत् अत्र द्वितीयकाले वचिस्वपि यजादीनां चिति अपि च सम्प्रसारणाच्च द्वयोः सूत्रयोः प्रसक्तिः अस्ति खलु? तद् न न, सम्प्रसारणाच्च इत्यस्य प्रसक्तिः नास्ति एव, सम्प्रसारणस्य कार्यानन्तरमेव सम्प्रसारणाच्च. यदि यज् इति अस्ति तत्र तु सम्प्रसारणाच्च इत्यस्य प्रसक्तिः अपि नास्ति. प्रथमतया सम्प्रसारणकार्यं भवति, वचिस्वपि यजादीनाम् इति कार्यं भवति, तदानीं सम्प्रसारणाच्च. तद्वक्तव्यम् इति नास्ति वा? तद्वक्तव्यं कुत्र? द्वितीयकाले, प्रथमकाले तत्तु यकार उत्तरवर्ति, यकार उत्तरवर्ति अकारः अस्ति, यकारः योगः अकारः इति स्थितौ तत्र यकारस्य स्थाने इकारः जातः सम्प्रसारणकार्यम्, इकारः योगः अकारः पूर्वपरयोः पूर्वरूपादेशः जातः, इकारः जातः. अस्माभिः सारल्यार्थं यकारस्य स्थाने इकारः आगतः इति तावदेव अस्माभिः उक्तम्, परन्तु सम्पूर्णतया वक्तव्यं चेत् एवं वक्तव्यं, तत्र तथापि यकारः एव स्थाने, यकारः योगः अकारः इति स्थितौ यकारस्य स्थाने एव इकारः आगतः सम्प्रसारणकार्यं, तदानीम् इकारः योगः अकारः इत्यत्र पूर्वरूपादेशः इकारः इति जातं. तर्हि सारल्यर्थं यकारस्य स्थाने इकारः, तत्र अ उभयत्र गतम्. अस्तु, तर्हि अवगतं चेत् अत्र किञ्चित् अभ्यासं कुर्मः, अवगतं वा न वा इति. तत्र मया मम ईपत्रे एकं डाक्युमेण्ट् स्थापितमस्ति आसीत् स्थानिवद्भावस्य उदाहरणानि इति, कृपया तद् उद्घाटयन्तु. दृष्टं वा ईमेल् मध्ये? आं भगिनि, आं प्रा. अस्तु, तर्हि तत्र अरुणा भगिनी प्रथमं करोतु. मम पुरतः करपत्रं नास्ति भगिनि, मम अस्तु अस्तु, नास्ति चेत् तर्हि तत्र मीना भगिनी वदति वा? वदामि भगिनि. ब्रू इति धातोः स्थाने ब्रुवो वचिः इत्यनेन सूत्रेण वच् इति आदेशः भवति. वच् आदेशस्य धातुत्वम् अस्ति किम्? वच्चित् ब्रू इति धातु अस्ति, यदि स्थाने अस्ति तत्र आदेशः अपि धातुत्वं स्वीकरोति किल? स्थाने कः आदेशः, कः सर्वं क्रमेण वदतु. ब्रू इति ब्रू इति स्थाने भवति, तस्य स्थाने वच् इति आदेशः भवति, वच् इति आदेशः, तस्मात् वच् इति धातुत्वं स्वीकरोति. ब्रू इति धातोः गुणस्य स आदेशः वच् इति आदेशः स्वीकरोति धातुत्वं. सम्यक्, समीचीनम् इति तत्र सामान्यम् अस्ति. ब्रू धातुः अस्ति चेत् आदेशः अपि धातुः भवति. अस्तु, समीचीनम्, एतत्तु सरलमस्ति, धन्यवादः. इदानीं तत्र कः अत्र अनिमा भगिनी, मया न प्राप्तं, कुत्र द्रष्टव्यं भगिनि? मम ई पत्रे, मया मम ईमेल् तत्र द्वितीयवारं मया ईमेल् प्रेषितमासीत् तत्र. अस्तु, अनिमा भगिनी द्वितीयं करोतु. योग बन्द् योगः त्वा, त्वा स्थाने ल्यबादेशः भवति, समासे नञ् पूर्वे त् त्वोल्यप् इत्यनेन सूत्रेण नियोगः बन्धयोगः ल्यप् भवति. येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति. कितिमिति प्रत्ययपरे अनिदितां हल उपधायाः किमिति इति सूत्रेण अतः नियोगः बन्धयोगः ल्यप् इत्यत्र नलोपः भवति वा अत्र रूपं किम्? इत्संज्ञा कित् पूर्वं त्वा यदि प्रत्ययः आसीत् तदा ककारम् इत् आसीत् अतः कित् आसीत्. इदानीं ल्यप् अस्ति परन्तु वयं पठितवन्तः इत्संज्ञायाः तत् तस्य बाधः न भवति अतः किति कित् अस्ति इदानीमपि अतः नलोपः भवति निबध्य इति भवति. उत्तमं सम्यक् सम्यक्. इदानीं तत्र तत्र वदतु स्थानिकः आदेशः कः अत्र अनिदितां हल् उपदायात् निति इत्यस्य कार्यार्थं किम् अपेक्षितं क्रमेण वदतु. कालत्रयं किं विधिसूत्रं करपत्रं न प्राप्नोमि कोऽपि चाट् मध्ये लिङ्क् प्रेषितं तत्र स्थापितं भगिनि अत्र चाट् मध्ये स्थापितमस्ति पश्यतु वंशी भगिनी स्थापितम् डौन्लोड् करोतु अस्तु वदतु अनिमा भगिनी क्रमेण वदतु सर्वैः अवगम्यते यथा प्रथमसोपाने अथवा प्रथमकाले स्थानी अस्ति त्वा द्वितीयकाले आदेशः भवति ल्यप् तृतीयकालं भवति यदा अनिदितां हलुपधायाः किञ्चित् सूत्रं सूत्रस्य प्रसक्तिः भवति तस्मिन् समये अलः विधिः भवति वा इति द्रष्टव्यम्. तस्मात् पूर्वम् अलः विधिः इति अनन्तरं पश्यामः. इदानीं त्वा इत्यस्मात् ल्यप् इति पर्यन्तं के धर्माः तत्र आगच्छन्ति तद्वदतु. हा त्वा इति प्रत्ययः अस्ति अतः ल्यप् अपि प्रत्ययः अस्ति. यद्यपि सः आदेशः अस्ति तस्य प्रत्ययत्वं भवति. कित्त्वम् अल इदानीं न कीदृशप्रत्ययः कीदृशप्रत्यय इत्युक्ते प्रत्ययभिन्नभिन्नप्रकाराः सन्ति खलु अत्र प्रत्ययत्वम् इत्युक्ते कीदृशप्रत्ययः कः कः प्रकारः तिङ्प्रत्ययः वा सुप्रत्ययः वा कः प्रत्ययः? ओ तद् तत् कृत् प्रत्ययः अस्ति. अत्र प्रत्ययत्वं कृत् प्रत्ययत्वमपि अस्ति खलु. अस्तु समीचीनं. तर्हि इदानीं तृतीयकाले विधिसूत्रस्य निमित्तानि कानि? तृतीयकाले निमित्तमस्ति इदित् धातुः इदित् नास्ति चेत् तस्य नकारं धातौ एव अस्ति चेत् तस्य नकारस्य लोपः भवति. यदि कित् अथवा ङित् अस्ति चेत् इदानीं बन्ध् इति धातुः अस्ति तत्र नकारम् अस्ति. अहं न जानामि इत्संज्ञा किम् अस्ति परन्तु ऊहां करोमि इदित् नास्ति अन्यत् अस्ति अतः उपधायां नकारम् अस्ति नकारस्य लोपः भवति प्रत्यये कित् अथवा ङित् अस्ति चेत्. इदानीं बन्ध् धातुः अस्ति नकारम् अस्ति उपधायां नकारः अस्ति नकारं नकारः अस्ति नकारः अस्ति त्वा प्रत्यये कित् भवति अतः वयं त्वा त्वा एव शेषः भवति अतः कित् अस्ति. अतः सूत्रस्य प्रसक्तिः अस्ति. त्वा प्रत्यये कित्वम् अस्ति, ल्यप्रत्यये कित्वं नास्ति खलु. हा, परन्तु वयं पठितवन्तः इत् संज्ञायाः प्रसक्तिः भवति, अतः कित्वमपि अध्यारोपयितुं शक्नुमः लेप् प्रत्यये इति कृत्वा. अतः नकारस्य लोपः भवति, नियोगः बद्ध योगः ल्यप् इति भवति, अतः निबद्ध्य इति भवति. सम्यक् सम्यक्. सर्वैः बुद्धं वा? अत्र स्पष्टमस्ति इति मन्ये खलु? स्पष्टमस्ति, करपत्रं न प्राप्तं भगिनि. करपत्रं न प्राप्तं वा? अस्तु, मया तत्र ईमेल् पुनः प्रेषयामि, पश्यतु. अस्तु, वदतु किमस्ति भगिनि. भगिनि, तत्तु सम्यक् अस्ति, परन्तु कित्वम् अपि अल्लाश्रितधर्मः अस्ति किल? यद्यपि नास्ति, तदेव स एव विषये. इत् संज्ञायाः विषये अल् विधिः इति न स्वीक्रियते. अस्तु, तदेव अस्तु. न, तथा न स्वीक्रियते, नो चेत् एतादृशप्रसङ्गेषु रूपं न सिद्ध्यति. अस्तु, किमर्थम् इति चेत् रूपं न सिद्ध्यति इति कृत्वा. अतः अस्तु, कथं जानीमः इति व्याख्यानतः एव जानीमः, तत्र इत्संज्ञायाः विषये न स्वीक्रियते, अल्विधिः इति न स्वीक्रियते. अतः यत्र कुत्रापि इत्संज्ञा अस्ति तत्र तु आदेशेपि अध्यारोपयितुं शक्यते. तत् तस्य ज्ञापकं तस्य ज्ञापकं किम् इति चेत् सहर्यपिच्च इति सूत्रमेव ज्ञापकं. सहर्यपिच्च इति सूत्रं ज्ञापकं. किमर्थं तत् सूत्रं ज्ञापकम् इति चेत् तत्र सिप् प्रत्ययस्य स्थाने हि इति आदेशः भवति खलु, हि इति आदेशः. तत्र सिप् प्रत्यये पित्वम् अस्ति खलु, अतः हि इति प्रत्यये अपि पित्वम् आयाति, ही प्रत्यये अपि पित्वम् आयाति, परन्तु तत्र पित्वं न नेष्यते इति कृत्वा अपि इति उक्तं. सेहर्य अपिच्छ, अपिच्छ इति किमर्थं वक्तव्यम् इति चेत् तदेव ज्ञापकम्. इत्संज्ञायाः विषये तत्र निषेधः नास्ति, इत्संज्ञायाः अध्यारोपः भवति. अस्तु, तत्र अस्माकं करपत्रे तत्र उदाहरणं किम् अस्ति, तत्र इत्संज्ञायाः विषये अस्ति वा? तत्र अस्ति खलु, त्वा ल्यप् इति अस्ति खलु, तत्रैव. न, भवत्याः करपत्रे नास्ति. अलाविधि अलाश्रितविधि तत्र चतुर्प्रकारः विधिः सन्ति किल, तस्मिन् तु अस्ति खलु, तत्र अस्ति खलु, आदवेव अस्ति खलु. पश्यतु, आदवेव अस्ति, त्वा ल्यप् इति अस्ति खलु, तत्र प्रथममस्ति प्रथम अस्तु अस्तु, तत्र लिखित्वा इति अस्ति खलु. आम् आम् आम्, सत्यम्. ओ, अत्र अहो अहं तु अग्रे पश्यन्ती अस्मि. अस्तु भगिनि, जानामि, परन्तु किमर्थम् इति एव के. अस्तु, एतत्तु स्मर्तव्यं यत्र इत्युक्ते तत्र साक्षात् भवेत्, वर्णः साक्षात् भवेत् तदा एव तत्र अलाश्रितः विधिः न भवेत्. यदि साक्षात् नास्ति, इत्संज्ञा भूत्वा साक्षात् इत्यस्य कः अर्थः इत्युक्ते इत्संज्ञा नास्ति, यदि लोपः न भवति तत्र स्थानिवद्भावेन कार्यं न भवति इति एव अवगन्तुं शक्नुमः किल तत्र. न न, किं किं मया न बुद्धं, लोपः कस्य लोपः? न, अधुना तु त्वा तृतीयस्य ककारस्य लोपः अभवत् किल, तस्मात् अनन्तरं स्थानिवद्भावेन कित्वत्वम् अध्यारोपितुं शक्नुमः इति एव तत्र निगमनम् आसीत् किल. अतः यदि ककारः अस्ति तस्मात् यदि केनचित् कारणेन तत्र ककारस्य लोपः यदि न भवति तत्र कित्वं तु न भवति. यदि ककारः इत्संज्ञा भवति एव कित्वत्वं भवति किल, न कित्वं कित्वम् इत्युक्ते तत्र इत्संज्ञा अपि अस्ति खलु, नो चेत् कित्वम् इति न वदामः खलु. सत्यं सत्यं सत्यं भगिनि, समीचीनं. कित्वम् इति न वदामः एव, इत्संज्ञा अस्ति चेदेव कित्वम्. अतः विनय महोदय, प्राप्तं वा करपत्रम्? आं भगिनि, जस्ट् नाउ आई गॉट इट, थैंक यू सो मच. ओके ओके. शोभा भगिनी न प्राप्तं वा? न भगिनी, मया गन्तव्यम् आसीत्, कृपया पुनः प्रेस् करोति वा? इदानीं गन्तव्यं वा? न न न, गन्तव्यम् आसीत्, पुनरागतवती, इदानीं तत्र नास्ति मम कृते लिङ्क् चाट् मध्ये. अस्तु, धन्यवादः. अस्तु, तर्हि इदानीं द्वितीयं प्रति गच्छामः. तत्र लक्ष्मीभगिनी करोतु द्वितीयम्. आं भगिनि, करिष्यामि. तृतीयं खलु भगिनि, तृतीयम्? आम्. प्रायोग सृज् योग त्वा, त्वास्थाने लबादेशः भवति, समासे नञ् पूर्वे त्वो ल्यप् इत्यनेन सूत्रेण प्रायोग सृज् योग ल्यप्. सृजि दृशोर्झल्यमकिति इत्यनेन सृज विसर्गे दृशि प्रेक्षणे इत्येतयोः धातोः झलादि अकिति प्रत्यये परतः जलादौ अकिति प्रत्यये परतः अम् आगमः भवति. अत्र अनेन सूत्रेण अम् आगमः भवति वा? अत्र रूपं किम्? अत्र प्रायोगसृज्योगत्वा इत्यत्र त्वास्थाने ल्यबादेशः भवति, समासे अनन् पूर्वे ल्यप् इति सूत्रेण. तर्हि प्रथमः कालः त्वा इति प्रत्ययः, द्वितीयः काले सूत्रमस्ति समासे अनन् पूर्वे त्वा ल्यप् इति. तर्हि अत्र आदेशः भवति, ल्यप् आदेशः भवति. स्थितिः अस्ति प्रायोगसृज् योग ल्यप् इति. इदानीं अल्विधि सूत्रमस्ति सृजि दृशोर् झलि अम् अकिति इति सूत्रमस्ति. तर्हि इदं सूत्रं वदति जलादिप्रत्यये परे अथवा अकितिप्रत्यये परे अम् आगमः भवति. जलादि अकितिप्रत्यये परे अम् आगमः भवति सृज् तथा दृशि धातोः. तर्हि इदानीं सृज् इति धातुः अस्ति, तस्य अम् आगमः भवति वा इति चेत् त्वा प्रत्ययस्य कित्वं ल्यप् प्रत्यये अपि अध्यारोप्यते सानिवतादेशु अनल्विधौ इति सूत्रेण. किन्तु सूत्रं वदति अकितिपरे, जलादि अकितिपरे एव अमागमः भवति इति. तर्हि अत्र अकित् अस्ति इति कित्वम् अध्यारोपयते. कित् अस्ति इति कारणेन, कित्वम् अस्ति इति कारणेन अमागमः न भवति. रूपं स्यात् प्रसृज्य इति. इदानीं जलादि अकित् विषये, कित् विषये भवती उक्तवती, जलादिविषये किम् अस्ति चिन्तनं? जलादि अपि नास्ति इदानीं. कित्वं, क्षम्यतां, कित्वम् अध्यारोप्यते, किन्तु जलादि इति तु अल् आश्रित्य विधिः अस्ति. ल्यप् प्रत्ययः जलादिः नास्ति, अतः अत्र द्वयमपि अस्ति, कित्वम् अध्यारोप्यते, अतः अकित्ति परे एव इदं सूत्रं प्रवर्तते इति कारणात् अमागमः न भवति. अपि च ल्यप् इति प्रत्ययः जलादिप्रत्ययः अस्ति, जलादिप्रत्ययः नास्ति इति कारणात्, इत्युक्ते कित्वं, कित्वस्य ककारः यद्यपि कित्वम् अध्यारोप्यते, जलादिप्रत्ययपरे एव इदं कार्यं प्रवर्तते इति कारणात् ल्यप् इत्यस्य लकारः एव स्वीक्रियते, न तु ककारः. अत्र न इदानीं तत्र जलादिप्रत्ययः इति यदा वयं चिन्तनं कुर्मः तदानीम् इत्संज्ञकवर्णानां चिन्तनं नास्ति, लकारः ककारः इत्यस्य चिन्तनं नास्ति. तत्र त्वा इति प्रत्ययः अस्ति, अत्र ल्यप् इति प्रत्ययः अस्ति. त्वा प्रत्ययस्य यः तकारः, क्षम्यतः, समीचीनं, हा, त्वा प्रत्ययस्य तकारः अत्र न अध्यारोप्यते, अतः जलादि प्रत्ययः अपि नास्ति ल्यप् इति प्रत्ययः इति का इति कारणात् अमागमः न भवति प्रायोगसृज्योग ल्यप् इत्यत्र प्रसृज्य इति एव रूपं भवति इति चिन्तयामि सम्यक् सम्यक् समीचीनं समीचीनं तथैव अस्ति अस्तु तर्हि इदानीं तत्र तृतीयम् उमा भगिनी करोति वा प्रयत्नं करोमि भगिनि करोतु फोर्थ् वन् प्रयोगः नश् योगः त्वा एकक्षणं भगिनि एकक्षणं उमा भगिनी प्रयत्नं करोति तस्याः साहाय्यम् अपेक्षितं चेत् सूर्यकुमारी भगिनी सिद्धा भवतु प्रयोगः नश् योगः त्वा स्वस्थाने लबादेशः भवति समासे अनै पूर्वे त्वो लेप् इति सूत्रेण सो प्रयोगः नश् योगः लेप् मस्ति नशोध्यति इत्यनेन मस् मस् धातोः नश् धातोः च नुमागमो भवति जलादिप्रत्यये परे जलादिप्रत्यये परे ओके अत्र अनेन सूत्रेण नुमागमः भवति वा अत्र रूपं किं सो प्रयोगः नश् योगः यप् मस्ति नशो झलि झलि लकारः झल् परे अस्ति झलि अस्ति न कः वर्णः झलि अस्ति लकारः ल न न इत्संज्ञकवर्णानां तत्र गणना एव नास्ति तत्र किम् अवशिष्यते अवशिष्यते यकारः य इति अवशिष्य यकारः नास्ति य ओके य अवशिष्यते सारि तत् स्वीकृत्य वदतु न तु लकारः प्रयोगः नश् योगः य इति स्थितिः य अत्र झलि झलि नास्ति इत्यनेन प्रयोगः नश् योगः य प्रनश्य इति आगच्छति य जलि नास्ति य जलि नास्ति परन्तु अस्माकं विषयः कः अत्र विषयः नुमागमः न नुमागमः इति विषयः परन्तु अस्माकं मूलविषयः प्रकृतविषयः कः मूलविषयः स्थानिवद्भावः खलु स्थानिवद्भावः विषये भवत्या किमपि न उक्तं स्थानिवद्भावः स्वाप्रत्यय स्वाप्रत्ययस्य गुणविशेषः यत् अपि भवति तद् तस्मात् अत्र यकारः एव अवशिष्यते सो त्वा इत्यस्य स्थाने स्थानिवद्भावः यत् अपि भवति तस्मात् तस्मात् मस्जि नशो जलि कार्यं करोति वा न वा कार्यं न करोति किमर्थं यकारः जलि नास्ति न तावदेव वदति चेत् पर्याप्तं नास्ति यकारः जलि नास्ति इति तावदेव वदति चेत् पर्याप्तं नास्ति तत्र सम्पूर्णकथा नास्ति तत्र स्थानिवद्भावः स्थानिनि ये गुणधर्माः ते धर्माः आदेशे अपि भवन्ति इति भवत्या उक्तं तर्हि किमर्थं जलादित्वं नास्ति अत्र व्यपादेशः भवति अनैः पूर्वे त्व लप् यत् सो अत्र त्वा अस्ति तस्मात् अस्तु तत्र सूर्यकुमारी भगिनी किञ्चित् सहायं करोतु. आं भगिनि, तत्र नस्य धातु खलु भगिनि, जलि नास्ति, यकार जलवर्णः नास्ति चेत् तत्र नमागमः न भवति. तावदेव पर्याप्तं वा? अनल् विधौ इत्यनेन विधिसूत्रम् आगच्छति तृतीयकाले. किमस्ति विधिसूत्रं किं भगिनि? विधिसूत्रं किम्? समासे नै पूर्वे क्षम्यतां क्षम्यतां समास नै पूर्वे तो ल्यप् इति विधिसूत्रं वा? न भगिनि, अनल् विधौ समासे अनल् विधौ सूत्रेण भगिनि. न, अत्र अत्र मम प्रश्नः अस्ति, प्रथमकालः कः, द्वितीयकालः कः, तृतीयकालः कः, विधिसूत्रं किम्, अत्र कस्य विषये चिन्तनं, तत्सर्वं प्रतिपादनीयं. प्रथमकाले त्वा स्थाने लपायाति आदेशः. द्वितीयकाले प्रथमकाले स्थाने अस्ति त्वा प्रत्ययः, द्वितीयकाले त्वा प्रत्ययस्य स्थाने ल्यबादेशः भवति समासे नञ् पूर्वे त्वो ल्यप् इत्यनेन. द्वितीयकाले विधिसूत्रं किम्? मश्चिनशोर्जलि इति सूत्रेण त्वापत्ति अस्ति चेदेव, जल् वर्णः अस्ति चेदेव विधिः अस्ति. तत्कारणेन नुमागं भवति, तत्र विधिसूत्रं न भवति. अनल् विधौ न भवति. किमर्थं न भवति? अनल् विधौ इत्यनेन जलि नास्ति, यकारजलिर्वर्णः नास्ति चेत्. तावदेव वदति चेत् पर्याप्तं नास्ति, परन्तु स्थानिनि तु जलवर्णः अस्ति खलु, जलादिः अस्ति खलु स्थानिनि, तर्हि तस्य अध्यारोपः भवति न वा इति वक्तव्यं खलु. तकारः अध्यारोपं न भवति. किमर्थं न शक्यते? अनल् विधौ इत्यनेन. सम्यक्, इति तत्सर्वं वक्तव्यम्. इत्युक्ते अत्र उमाभगिनी पश्यतु, त्वा प्रत्ययस्य ककारस्य इत्संज्ञातः त्वा इति अवशिष्यते. त्वा इत्यत्र तकारः जलादिः अस्ति, अतः स्थानिनि जलादित्वम् अस्ति. तादृशजलादित्वम् आदेशे अध्यारोपयितुं शक्यते वा इति चेत् न शक्यते. यतोहि जलादिः इति धर्मः अलाश्रितधर्मः अस्ति, झल् इति अल् आश्रितधर्मः इति कृत्वा आदेशे अध्यारोपयितुं न शक्यते. मज्जीनशोर्जलि इति सूत्रम् अल् विधिः इति कृत्वा तस्य कार्यं न भवति, अतः प्रणश्य. भवती तु उक्तवती य इति जलादि नास्ति, तत्तु सामान्यज्ञानमस्ति. यप् इति प्रत्यये यकारः जलादिः नास्ति, अतः मस्ति नशोर्जलि कार्यं न करोति. प्रणश्य इति रूपं सर्वं समीचीनं, परन्तु तत्र एकं सोपानं वक्तव्यं. किम् इति चेत्, त्वा प्रत्ययः तकारत्वम् अस्ति अथवा जलादित्वम् अस्ति, तस्य अध्यारोपः ल्यप् आदेशे न भवति इति वक्तव्यम्. अवगतं वा? अवगतं. वदामि वा? वदतु पुनरपि. प्रथम सोपाने त्वा प्रत्ययः अस्ति, द्वितीयसोपाने त्वा प्रत्यय स्थाने लबादिशः भवति, त्वा प्रत्ययः जलादिः अस्ति, किन्तु यत् लबादेशः तस्य गुणः नास्ति, तस्मै एकारः एव, तस्य तत् झलि नास्ति, मस्ति जनोर्झलि इति सूत्रेण, तस्मात् प्रणश् योगः लेप् इति चेत् रक्ष्यति एव वदति तस्य झलि नास्ति. हा ल्यप् इति जलि नास्ति इति तावदेव नास्ति. त्वा प्रत्ययस्य यः जलादित्वं तस्य अध्यारोपः ल्यप् देशे लवादेशे न भवति. प्रत्ययस्य गुणादिशः ल्यप् गुणादेशो न भवति. न सामान्यतया गुणादेशः न भवति इति न वदतु, इत्थं मा वदतु. गुणादेशः इत्युक्ते तत्र बहवः धर्माः सन्ति त्वा प्रत्यये, प्रत्ययत्वं, कृत्वम्, अनन्तरं कित्त्वम्, अनन्तरं जलादित्वम् इति बहवः धर्माः सन्ति. स्वप्रत्ययस्य धर्मः ल्यबादेशे न भवति इति न. गुणधर्मादेशे भवन्ति परन्तु केवलम् अलाश्रितधर्माः न भवन्ति. अस्तु समीचीनं. तर्हि इदानीम् अग्रे गच्छामः. तर्हि इदानीं किम् उषा भगिनी करोति वा अग्रे? आं भगिनि. मया तत्र सर्वाणि उदाहरणानि त्वा प्रत्ययस्य प्रसङ्गे स्वीकृतं, किमर्थं चेत् सरलं भवति इति कृत्वा. वदतु. प्रयोगकर्तृप् योगः त्वा, त्वा स्थाने ल्यप् आदेशः भवति समासे नञ् पूर्वे त्वो ल्यप् इत्यनेन सूत्रेण. प्रयोगः तृप् योगः ल्यप् अनुदात्तस्य सर्त् उपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदात्तः यः ऋद् उपदः तस्य अम् आगमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. अत्र अनेन सूत्रेण अम् आगमः भवति वा, अत्र रूपं किम्? अस्तु, प्रयोगः तृप् योगः त्वा, प्र उपसर्ग तृप् धातु, त्वा प्रत्ययः, त्वा स्थाने ल्यब् आदेशः भवति समासे नन् पूर्वे त्वो ल्यप् इत्यनेन सूत्रेण. प्रयोगः तृप् योगः ल्यप् प्रथमकाले त्वा स्थानिनी अस्ति, द्वितीयकाले स्थानी अस्ति. आम् भगिनि, त्वा इति स्थानी अस्ति. द्वितीयकाले समासे नञ् पूर्वे त्वो ल्यप् इत्यनेन स्थानी कृते ल्यप् आदेशः भवति, तथा प्रयोगः तृप् योगः ल्यप् इति भवति. अनन्तरं विधिसूत्रम् आयाति तृतीयकाले अनुदात्तस्य चर्त् उपदस्य अन्यतरस्याम् इति तृतीयकालविधिः अस्ति. अत्र निमित्तं किम् इति चेत् जलादौ अकिति प्रत्यये परः अस्ति चेत्, जलादौ प्रत्ययः अपि च अकिति प्रत्ययः परः अस्ति चेत् ऋद् उपदस्य धातोः, ऋद् उपदस्य धातु अस्ति तृप् इति, तस्य अम् आगमः उपदेशे अनुदात्तः, उपदेशे अनुदात्तः ऊहं करोमि अनुदात्त अस्ति इति अस्ति, उपदेशे अनुदात्तः अस्ति यः ऋद् उपदः अति अपि अस्ति तृप् इति धातुः ऋद् उपदः अस्ति, तस्य अम् आगमः भवति विकल्पेन जलादौ अकिति प्रत्यये परे इति. जलादौ अकिति प्रत्यये परे इति निमित्तं चेत् अत्र ल्यप् इति जलादि नास्ति, परन्तु ल्यप् इति आदेशः त्वा इति स्थाने, त्वा इति स्थाने आगच्छति इति कृते यकारः त्वा प्रत्ययस्य जलादित्वं स्वीक्रियते चेत् वा इति चेत् न. जलादि इति हल् हल् विधिः, अल् धर्मः न स्वीकर्तुं शक्यते इति वयं जानीमः स्थानिवत् आदेश अनल्विधौ इति सूत्रेण. स्थानिवत् आदेश अनल्विधौ वदति अल्विधिः अस्ति चेत्, अल्विधिः कर्तुम् इच्छति चेत् तत् अल्विधि स्वीकर्तव्यं न भवति, ग्रहणं न भवति इति. अल् आश्रितधर्मः न स्वीकर्तुं भवति इति, तत्कारणेन यद्यपि त्वा इति जलादि अस्ति ल्यप् यकारः तत् जलादित्वं न स्वीकर्तुं शक्यते अपि च अकिति प्रत्यये परे इति अस्ति अकिति प्रत्यये परे अस्ति इत्यनेन एव कार्यं भवति अकिति ककारः इत् संज्ञा नास्ति इति अत्र आदेशस्य कृते ककारः इत् संज्ञा अपि नास्ति जलादि नास्ति ल्यप् इति कृते कित्वं स्वीकर्तुं शक्यते इत्यनेन कित्वमपि अस्ति जलादि अपि नास्ति स्वीकर्तुं शक्यते नास्ति स्वीकर्तुं शक्यते इति न स्वीकरणीयमेव हा स्वीकरणीयं हा अस्तु भगिनि जलादौ नास्ति अपि तु ककारः अपि स्वीकरणीयं तथा कार्यं नास्ति अनुदात्तस्य चर्तुपदस्य अन्यत् उपदस्य अन्यतरस्याम् इति विधिसूत्रं कार्यं कर्तुं न शक्यते इति वदति स्थानिवत् आदेश अनल्विदम् रूपं प्रतृप्य एव भवति अत्र गुणः भवति वा प्रतृप्य इत्यत्र प्रतृप्य तृप् यकारः ल्यप् गुणः गुणः नास्ति भगिनि यतोहि ककारदत्त कित्वं स्वीकरणीयं सम्यक् कित्वमस्ति इति कृत्वा तत्र सार पुगन्धलघुपदस्य च इति सूत्रं बाधितमस्ति सम्यक् अस्तु तर्हि इदानीम् अग्रिमम् अस्ति तत्र शुभदा भगिनी करोतु भगिनी ल्यप् इत्यत्र पित्वम् अस्ति चेदपि कित्वम् अध्यारोप्यते इति कारणात् गुणः न सम्भवति इति वक्तव्यं वा इदानीं समीचीनः प्रश्नः तस्य उत्तरं किम् अस्ति कोऽपि वदतु प्रश्नः किमस्ति तस्य इत्यत्र पित्वम् अस्ति तथापि कित्वं स्वीकरणीयं वा इति प्रश्नः ओ एवं किमस्ति उत्तरं स्वीकरणीयमेव किमर्थम् स्वप्रत्यये स्थाने यत् आदेशः भवति तस्मात् तद् आगच्छति न अनल् इति न अत्र प्रश्नः अस्ति यप् प्रत्यये कित्वं स्वीक्रियते पित्वमपि अस्ति खलु अतः किमर्थं गुणः नास्ति इति प्रश्नः तत्र कित्वं त्वा इति तत्र अल् विधिः स्थानिवद्भावस्य तत्र किं निषेधः न भवति इति अस्ति वा अल् विधिः प्रश्नः नास्ति भगिनि अत्र अत्र इत्संज्ञायाः प्रश्नः पूर्वं भवति कित्वम् आरोप्यते इति उक्तवती तत्र कित्वम् आरोप्यते आम् कित्वम् अध्यारोप्यते तत्तु समीचीनं कित्वं तु अस्ति परन्तु अत्र पित्वमपि अस्ति खलु इति प्रश्नः तर्हि कित्वम् अस्ति पित्वम् अस्ति तर्हि किं भवति इति प्रश्नः तर्हि उत्तरं किम् अग्रे आर्धधातुकप्रत्ययः इति कृत्वा कित्वमेव तस्य गुणः किमर्थं कित्वमस्ति चेत् गुणनिषेधः किमर्थं तथा आर्धधातुकप्रत्ययः अस्ति चेत् किमर्थं तथा पित्वम् अपित्वं भगिनी सूत्रमस्ति खलु स्थानिवदादेशो नल्विधौ इति सूत्रमेव अस्ति सूत्रस्य बलात् एव आदेशे स्थानिनः गुणाः गुणान् अध्यारोप्यते खलु अतः आदेशे ये गुणाः सन्ति ते तस्मात् तेषाम् अपेक्षया स्थानिनः गुणाः ये अध्यारोप्यन्ते तस्य महत्वम् अधिकमस्ति इति मन्ये सूत्रस्य बलात् तथा नास्ति भगिनि तत्र कित्वं तु स्वीक्रियते उत्तमम् उत्तमम् उत्तमं वदतु विजयलक्ष्मी भगिनी. सार्वधातुकप्रत्ययस्य विषये एव पित्वम् अपित्वम् इत्यस्य चर्चा भवति. सार्वधातुकं यदि अपित् भवति तदा तद् निद्वत् भवति इति अध्यारोप्यते, परन्तु आर्धधातुकस्य विषये तु एवं किमपि नास्ति. सर्वन्तं तु आर्धधातुकमस्ति अतः खलु महोदय. त्वा प्रत्ययः आर्धधातुकप्रत्ययः, तस्य स्थाने ल्यबादेशः यः आदेशः आगतः तस्यापि आर्धधातुकत्वं स्वीक्रियते, प्रत्ययत्वमपि स्वीक्रियते, आर्धधातुकसंज्ञा इति अपि स्वीक्रियते स्थानेवद्भावेन. पित्वं तु ल्यबादेशे अस्ति एव, तस्य अपगमनम् इति नास्ति. अत्र शुभदा भगिनी पश्यतु, यद्यपि कित्वं स्वीक्रियते परन्तु पित्वस्य किं तत्र अपगमनम् इति नास्ति, पित्वमपि अस्ति. आदेशे यः धर्माः सन्ति ते धर्माः अपि सन्ति, परन्तु स्थानिनि यः धर्माः तेषामपि ग्रहणमस्ति, पित्वमपि अस्ति, परन्तु अत्र पित्वस्य महत्त्वं नास्ति. आर्धधातुकप्रक्रियायां पित्वस्य महत्त्वं नास्ति. तर्हि व्यवादेशे पित्वं किमर्थम् अत्र पकारः इति किमर्थम् उक्तं, तस्य किं महत्त्वम् अपि जानाति? कृति तुक् इति सूत्रस्य तर्हि सुगागमं कर्तुमेव तत्र ल्यबादेशे पित्वमिति उक्तं, नो चेत् पित्वमिति न वक्तव्यम् इति नास्ति. अस्तु, इदानीं भवती अग्रिमं करोतु शुभदा भगिनी. अत्र तदेव अस्ति सुगागमः इति पश्यन्ती आसम्. अतः अपयोगः रु योगः क्त्वा त्वा स्थाने ल्यबादेशः भवति समासे अनैपूर्वे त्वो ल्यप् इत्यनेन सूत्रेण अपयोगः रुयोगः ल्यप्, ह्रस्वस्य पितिकृति तुक् इत्यनेन ह्रस्वान्तस्य अङ्गस्य तुगागमः भवति. अत्र अनेन सूत्रेण तुगागमः भवति वा, अत्र रूपं किम् इति प्रश्नः. अत्र रु इति धातुः, तस्य रु इति अन्ते ह्रस्वः ह्रस्वान्तः धातुः इति स्वीकर्तव्यम्. अप इति उपसर्गः, अप रु इति ह्रस्वान्तधातुः, तस्मात् परं त्वा इति प्रत्ययस्य स्थाने ल्यप् इति आदेशः भवति. प्रथमकाले तु त्वा इति प्रत्ययः स्थानी इति अस्ति, त्वा इति स्थानी. द्वितीयकाले त्वा इति प्रत्ययस्य ल्यप् इति आदेशः भवति. तृतीयस्थाने ल्यप् इति प्रत्ययस्य तुगागमः भवति वा इति प्रश्ने सति, ह्रस्वस्य पितिकृति तुक् इति सूत्रं कार्यं करोति. तदा ह्रस्व इति अङ्गमस्ति, ऋ इति ह्रस्वम् अङ्गं. तदनन्तरं पितिकृति तुक् नाम कृदन् कृत् प्रत्ययः यः पित् अस्ति, तादृशः प्रत्ययः यदा परे अस्ति चेत् ह्रस्वस्य अङ्गस्य तुगागमः भवति इति अत्र सूत्रस्य अर्थः. ल्यप् इति तदेव वयम् अधुना एव चर्चितवन्तः. ल्यप् इति प्रत्ययः तु पित् अस्ति, परन्तु क्त्वा इति प्रत्ययस्य तस्मिन् कित्वम् अध्यारोप्यते. अत्र अल्विधिः कोऽपि नास्ति इति मन्ये. तर्हि कित्वं ल्यप् ल्यप् इति प्रत्यये अध्यारोप्यते इति कृत्वा कृत्तु अस् क्षम्यतां, ह्रस्वस्य पिति कृति तुक् ट्विस्ट् अस्ति. ल्यप् इत्यस्मिन् कित्वम् अध्यारोप्यते, तत्र पित्वम् अपि अस्ति. सूत्रमस्ति ह्रस्वस्य पिति कृति तुक् कृत्वं क्त्वा इत्यस्य कृत्वं ल्यप् इत्यस्मिन् अध्यारोप्यते. अतः कृत् ल्यप् अपि कृत् प्रत्ययः भवति, अपि च सः प्रत्ययः पित् अपि अस्ति. अधुना तत् कित्वम् अत्र स्वीकर्तव्यं वा न वा इति प्रश्नः. चित्तं स्वीक्रियते चेदपि न कापि न कापि हानिः, यतोहि सूत्रस्य निमित्ते ह्रस्वस्य पिति कृतित्व इत्यत्र कित्वस्य विषये किमपि न उक्तं, पित्वम् अपेक्षितं, कृत् प्रत्ययः इति अपेक्षितः अस्ति, निमित्तद्वयं पूरितम् अपि च ह्रस्वान्तम् अङ्गमपि पूरितं ह्रस्वस्य, तर्हि सर्वाणि निमित्तानि पूरितानि खलु? पूरितानि आम्, तर्हि पित्वमपि अस्ति कित्वमपि अस्ति, परन्तु कित्वस्य अत्र विषयः एव नास्ति इति कृत्वा तस्य विचारः न करणीयः अत्र. तस्य ल्यप् इत्यस्य पित्वम् एव अत्र परिगण्यते, अतः ह्रस्वस्य पिति कृतित्वक् इति सर्वाणि निमित्तानि अत्र पूरितानि इति कृत्वा अत्र तुगागमः भवति. अप योगः रु योगः तुक् इति अस्ति, तुक् इति कित् अस्ति इति कृत्वा आदौ आयाति, त तुक् य अपहृत्य इति रूपं भवेत् तुगागमः भूत्वा. आदौ आयाति वा अन्ते आयाति वा? ह्रस्वस्य अङ्गस्य तुगागमः खलु, अन्ते आयाति, क्षम्यताम् आद्यन्तौ टकितौ, हा अन्ते आयाति, ह्रस्वस्य अङ्गस्य भवति, रु इति अङ्गस्य भवति, मया चिन्तितं प्रत्ययस्य भवति इति, तत् न समीचीनं, रु इति अङ्गस्य भवति इति कृत्वा अङ्गस्य अन्ते आगच्छति, अतः अप रु तुक् इत्यस्य तु य इति भवति, अपहृत्य इति रूपम्. सम्यक् सम्यक्. इत्युक्ते अत्र ह्रस्वस्य पिति कृति तुक् इति सूत्रमेव तत्र तृतीयकाले विधिसूत्रमस्ति, तस्य निमित्तानि कानि इति चेत् ह्रस्वान्तम् अङ्गम्, अनन्तरं पित् प्रत्ययः परः, सः प्रत्ययः कृत् अपि भवेत्, तदानीं तत्र तुगागमः भवति, अङ्गस्य तुगागमः भवति. अत्र वयं पश्यामः चेत् व्यप् इति आदेशः अस्ति, प्रत्ययत्वं नास्ति, त्वा इति प्रत्ययः अस्ति, तर्हि त्वा इत्यस्मात् प्रत्ययत्वं ल्यबादेशे अध्यारोप्यते, त्वा इति प्रत्ययः कृत् प्रत्ययः अस्ति, तस्य स्थाने यः ल्यबादेशः तस्यापि कृत्वं कृत् प्रत्ययत्वम् अध्यारोप्यते, ल्यप् आदेशे एव पित्वम् अस्ति इति कृत्वा इदानीं सर्वाणि निमित्तानि पूरितानि. पित्वं तु साक्षात् ल्यब आदेशे एव अस्ति, प्रत्ययत्वं कृत्वं कृत् प्रत्ययत्वं त्वा इत्यस्मात् अध्यारोप्यते ल्यबादेशे इति कृत्वा इदानीं तुगागमः भवति अपहृत्य इति रूपम्. अस्तु, तर्हि इदानीं अग्रे विनय महोदय अग्रे करोतु. कृष्ण एय चतुर्थी विभक्ति नेयः इति नेः प्रत्ययस्य स्थाने य आदेशः भवति, नेः स्थाने य आदेशः भवति. कृष्णयोगस्य सुपिचः इत्यनेन ययादि सुप् प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति. किञ्चित् पठितवान् परन्तु अत्र प्रश्नकः, अत्र अनेन सूत्रेण दीर्घादेशः भवति किम्, अत्र रूपं कम्? प्रश्नो प्रथमप्रश्न, दीर्घादेशः भवति किम्, अर्थात् कः सूत्र अस्ति यत्र दीर्घादेशः भवति? वयं जानीमः कृष्णाय तु भवति, कृष्णाय चतुर्थी विभक्ति आधारेण भवति, ने अपि आधारेण आय भवति, ने आधारेण यदि केवलं स्मरामि कोऽपि अन्य कारणं नास्ति तर्हि एव यदि आय भवति तर्हि एव कृष्णाय भवति, कृष्णयोग आय कृष्णाय. अत्र अनेन सूत्रेण दीर्घादेशः भवति किम्, अत्र रूपं कम्? रूपं स्थानं तु वयं जानीमः, ने स्थानस्ति, ने प्रत्ययः अस्ति, विभक्ति सुप विभक्तिः अस्ति, ने प्रत्ययः अस्ति, स्थानी अस्ति, य आदेशः भवति. तर्हि अत्र प्रश्नः केवलं स्थानीवत् सम्बन्धे अस्ति अहम् अत्र न पश्यामि, परन्तु अत्र प्रश्नः अस्ति अत्र अनेन सूत्रेण दीर्घादेशः भवति किं भवति किं, तर्हि रूपं तु दीर्घ कृष्णाय अहं वदामि परन्तु कृष्णाय इति रूपं तु वयं जानीमः, परन्तु अत्र किं वक्तव्यम् इति चेत् स्थानिवद्भावस्य विषये वक्तव्यं, तत्र काल प्रथमकाल स्थानि कः, द्वितीयकाले आदेशः कः, तृतीयकाले विधिसूत्रं किं, विधिसूत्रस्य निमित्तानि कानि, अत्र निमित्तानि साक्षात् पूरितानि वा नो चेत् स्थानिवद्भावेन पूरितानि वा, एतत् सर्वं वक्तव्यं। परन्तु अत्र अत्र विधिसूत्रकः प्रथमपरि वयं जानीमः स्थाने अपि च आदेशसम्बन्धे, परन्तु वदतु स्थाने कः, न स्थाने तु प्रत्ययः अस्ति, नेयप्रत्ययः अस्ति स्थाने, हा सम्यक्, आदेशः कः, आदेशः तु य अस्ति, य आदेशः, सूत्रं किम् अस्ति, केन सूत्रेण, नेर्यः इति सूत्रेण आदेशः, क्षम्यतः अत्र पश्यामि, नेर्यः वयमपि पठितवान् नेर्यः सूत्र आधारेण य भवति, ने स्थाने य भवति, ने स्थाने य भवति अर्थात् स्थाने अस्ति, क्षम्यतां तृतीयकाले विधिसूत्रं किम्, कस्य विषये चिन्तनं, विधिसूत्रं यदि अहं वदामि विधिसूत्र नेर्यः अस्ति, न न न नेर्यः इति तु आदेशार्थं सूत्रमस्ति, आदेशार्थं तत्र विजयलक्ष्मी किञ्चित् सहायं करोतु, आं भगिनि अत्र ङेर्यः ङे इति स्थानी अस्ति, ङेर्यः सूत्रात् ङेः सम्पू स्थाने य इति आदेशः भवति, इदानीं तृतीयकाले सूत्रमस्ति सुपि च इति, इदानीं ङे इति तु सुप्रत्यय अस्ति, ङे प्रत्ययस्य सुप्त्वं य इति आदेशस्य उपरि आरोप्यते, अतः य इत्यस्य सुप्त्वम् अस्ति, सुपि च इति सूत्रं किं वदति, ययादि सुप्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति इति, इदानीं कृष्ण इत्यस्य नकारात् परे अकारः अस्ति, अतः अदन्तस्य अङ्गस्य इति निमित्तं तु पूरितम्, अपि च य इत्यस्य सुप्त्वम् अस्ति यतोहि स्थानिवत् आदेशः धर्मः ङे इत्यस्य धर्मः यकारस्य उपरि आरोप्यते, अतः य इति इदानीं सुप् प्रत्ययः अस्ति, ययादि इति अपरं निमित्तं यतोहि ङे इति तु ययादि नास्ति परन्तु य इति तु ययादि अस्ति, अतः ययादि सुप्रत्ययः इति एव अस्माकं निमित्तम् अस्ति, यकारः ययादि अस्ति अतः कृष्ण इत्यत्र अकारस्य दीर्घादेशः भवति, कृष्णाय इति रूपं सिद्ध्यति, सम्यक्, ने इति ययादिः अस्ति वा न वा इति चिन्तनं नास्ति, ने इत्यत्र इत्संज्ञकवर्णः अस्ति खलु, इत्संज्ञकवर्णं त्यक्त्वा किम् अस्ति तत्र, ए ए ए इति अजादित्वम्, अजादित्वं य इत्यत्र अध्यारोपयितुं शक्यते वा, न न न सर् न शक्यते इति कृत्वा साक्षात् पूरितं, य इति ययादिः अस्ति इत्युक्ते तत्र विनयमहोदय किं वक्तव्यम् आसीत् इति चेत् द्वितीयकाले विधिसूत्रमस्ति सुपीच इति सूत्रस्य कार्यार्थं सुप्रत्ययत्वम् अपेक्षितमस्ति आदेशे य इति आदेशे सुप्रत्ययत्वं नास्ति तर्हि तादृशसुप्रत्ययत्वम् अध्यारोप्यते सानिवद्भावेन अध्यारोप्यते यतोहि ने इति तु सुप्रत्ययः अस्ति तादृशसुप्रत्ययत्वं य इति आदेशे अध्यारोप्यते तर्हि इदानीं सुपीच इत्यस्य सर्वाणि निमित्तानि पूरितानि इति कृत्वा दीर्घादेशः भवति कृष्णाय इति रूपम् अस्तु नस्य इति अधिकारे आगच्छति वा महोदय एतत् किं बस्य इति अधिकारे बस्य इति अधिकारे वा प्रायः स्यात् पश्यतु भवती पश्यतु पश्यामि अस्तु महोदय भवती वक्तुं शक्नोति वा विजयभगिनी मया न पृष्टं न अग्रिमवर्गे वदामि महोदय इदानीं समयः जातः खलु समयः जातः आमाम् आम् महोदय तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति वा इतोपि उदाहरणानि अपेक्षितानि वा एता अत्र इतोपि त्रीणि उदाहरणानि सन्ति तावत् पर्याप्तं वा बहु सम्यक् इतोपि गृहपाठ वयं त्रीणि सन्ति गृहपाठरूपेण कुर्वन्तु इतोपि अपेक्षितानि चेत् मया स्थापयितुं चत्वारि सन्ति वा ध्वनिमुद्राणि अपि श्रोतव्यं लेखनीयमपि किमः कः स्थापितुं शक्यते वा भगिनि तदपि एकम् उदाहरणं भवेत् किमः कः इत्यस्य किं किमः कः इति वयम् उक्तवन्तः खलु तत्र मकारः मकारस्य हलन्तत्वम् अस्ति अतः अल् विधिः भवति इति तत्र अस्तु स्थापयामि तदपि स्थापयामि इतोपि उदाहरणानि अपि न अपेक्षितानि खलु एतावत् पर्याप्तं खलु पर्याप्तं उत्तममस्ति अस्तु समीचीनं तर्हि एवं रीत्या वेरि इण्ट्रेस्टिङ्ग् सो यु केन् आड् सम् ओ आड् सम् मोर् इस् इट् अच्छा ओके अलियाश्रित अलिविधिः भवन्ति किल अलाश्रिताः अलः आश्रितः विधिः भवन्ति चेत् अत्र अलाश्रिताः अपि सन्ति अनन्तरं प्रत्ययत्वम् एतादृशं तु अलाश्रिताः न सन्ति खलु कृत्वं प्रत्ययत्वम् अनन्तरम् अपि च अत्र अस्माभिः न चिन्तितं तत्र अत्र अलः विधिः वा अलाविधिः वा अलः विधिः वा अलिविधिः वा इति न चिन्तितं तदपि चिन्तयन्तु प्रत्येकं स्वी अलः विधिः वा अलिविधिः वा कीदृशविधिः इति चिन्तयन्तु परन्तु भगिनी अत्र तु अलविधिः नास्ति कृष्णये सन्दर्भे यथा चिन्तयति न अल न अलः तत्तु अस्ति कृष्ण इति अत्र त्यजतु परन्तु अन्यत्र पश्यतु अत्र प्रत्येकम् उदाहरणं स्वीकृत्य चतुर्भिः प्रकारैः विग्रहवाक्यम् उक्तं खलु अत्र कीदृशम् अस्ति इति चिन्तयन्तु अलिविधिः अस्ति चिन्तयन्तु इदानीं मास्तु चिन्तयन्तु अग्रिमसप्ताहे वयं पश्यामः तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः नमस्कारः